नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः इति विषयः प्रवर्तमानः अस्ति. तत्र प्रकरणप्रक्रययोः भेदः कः इति ज्ञातः. तत्र प्रकरणविषये उदाहरणानि वयं परिशीलन्तः स्मः. तत्र आदौ इत्संज्ञाप्रकरणम् इति दृष्टमासीत्. तदनन्तरं अत्र द्वित्वप्रकरणम् इति अपि दृष्टमासीत्. द्वित्वप्रकरणस्य विषये एकं पुनः वक्तुमिच्छामि. अस्माकं लक्ष्यं द्वित्वं कथं भवति इति नास्ति. अधुना अस्माकं लक्ष्यं द्वित्वस्य कार्यं कथम् इति नास्ति, परन्तु द्वित्वसूत्राणि. कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. हा, अस्माकं लक्ष्यं द्वित्वसूत्राणि, सूत्रस्य विवरणं किं, तत्र कार्यं कथं भवति इति नास्ति. किञ्चित् आस्वादः जातः तस्मिन् विषये, परन्तु अस्माकं लक्ष्यं किम् आसीत् इति चेत् एकत्र सर्वाणि सूत्राणि सन्ति, तेन कः लाभः, समग्रदृष्टिः कथं भवति इति वयं ज्ञातवन्तः. कुत्र कुत्र द्वित्वं भवितुमर्हति, कीदृशसूत्राणि सन्ति, एतत् सर्वं वयं गतवर्गे वयं पठितवन्तः. अधुना ततः अग्रे नत्वप्रकरणं. नत्वप्रकरणे बहूनि सूत्राणि सन्ति, 39 सूत्राणि सन्ति. अत्र सर्वाणि न दत्तानि, केवलं 3 सूत्राणि एव दत्तानि. केवलम् एकवारं पश्यामः, तदनन्तरं तत्र अष्टाध्यायीं ग्रन्थं स्वीकृत्य कुत्र कुत्र किं किम् अस्ति इति एकवारं पश्यामः. अष्टाध्यायी ग्रन्थस्य कः लाभः, तत्र किम् अस्ति इति पश्यामः. अधुना अत्र नत्वप्रकरणम् इति पठामः. अत्र मीना भगिनी आरम्भं करोति वा? श्रूयते वा भगिनि? श्रूयते. प्रकरणं रषाभ्यां नूनः समानपदे रेपशकाराभ्याम् उत्तरस्य कारस्य णकारादेशो भवति समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः. रषाभ्यां नः समानपदे संहितायां पूर्णं तिसृणाम् इति उदाहरणमस्ति. अत्र रषाभ्यां नो नः इति सूत्रं पञ्चमी रषाभ्यां पञ्चमी इत्यत्र परकार्यं साक्षात् परं यत्र दन्तनकारमस्ति तत्र तत् मूर्धन्यनकारं भवति समानपदे. तस्मिन् इत्युक्ते रेपस्य अनन्तरं समानपदमित्युक्ते एकस्मिन् पदे एव रेपस्य अनन्तरं नकारः मूर्धन्यकारः भवति. एकस्मिन् पदे एव इति इत्युक्ते इदानीम् अत्र न अत्र पूर्णम् इति अत्र उदाहरणं स्वीकृत्य वदतु किमस्ति. पूर्णमिति उदाहरणं पकारः रेपः नकारः मकारः अस्ति. रेपस्य अनन्तरं नकारः नत्वं भवति इति चिन्तयामि. सत्यं सत्यं. तत्र रेपस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति. तदेव तिसृणां ऋकारस्य नकारः भवति, साक्षात् अनन्तरं भवति. तस्मात् तिसृणां दन्तनकारस्य मूर्धन्यनकारः भवति तिसृणाम् इति. समीचीनं, बहु समीचीनं, धन्यवादः भगिनि. अत्र अस्माकं मुख्यसूत्रं, प्रधानं सूत्रमस्ति रषाभ्यां नो नः समानपदे इति सूत्रमस्ति. समानपदे इति मुख्यमस्ति. अत्र समानपदे इत्युक्ते अखण्डं पदं, यस्य खण्डनं न भवितुमर्हति, इत्युक्ते समस्तपदं नास्ति. यत्र पदानां योजनं कृत्वा एकं पदं साधयामः समासप्रसङ्गे, तादृशपदं नास्ति. इत्युक्ते अखण्डम् अस्ति, एकमेव पदमस्ति. तादृशपदे रषाभ्याम् इत्युक्ते रेपशकाराभ्यां, रेपः अथवा शकारः, मूर्धन्यशकारः निमित्तमस्ति. तस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् दन्त्यनकारस्य णत्वं भवति. इत्युक्ते निमित्तकार्ययोः मध्ये व्यवधानं नास्ति, बाधा नास्ति, बाधकवर्णः नास्ति. तादृशसन्दर्भे एव रषाभ्यां णोणः समानपदे कार्यं करोति. अत्र सूत्रे तु रेपशकारः एव उक्तः, परन्तु अत्र उदाहरणे तिसृणाम् इत्यत्र ऋकारः अस्ति. तर्हि ऋकारस्य का गतिः? सूत्रे तु न उक्तः खलु इति चेत्, तत्र यद्यपि ऋकारः न उक्तः तथापि तत्र एकं वार्तिकम् अस्ति, ऋवर्णात् नस्य णत्वं वाच्यं. तर्हि तेन वार्तिकेन ऋकारस्यापि ग्रहणम् अस्ति अस्मिन् सूत्रे, न केवलं रेपशकारः अपि तु ऋकारस्यापि ग्रहणम् अस्ति अस्मिन् सूत्रे. अतः ऋकारः अपि एकस्मिन् अखण्डपदे ऋकारः अस्ति, तस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् तत्रापि णत्वं भवति इति अत्र विषयः अस्ति. अस्तु भगिनि, निमित्तिनौ इति किमर्थं? निमित्तम् एक रसा रेपः अथवा शकारः निमित्तमस्ति नकारस्य णत्वं. निमित्तिनौ इति कार्यं यस्मिन् निमित्तम् अस्ति तादृश निमित्तिनौ इत्युक्ते यस्मिन् निमित्तम् अस्ति. अखण्ड इति अखण्डम् इत्युक्ते यस्य विभजनं न शक्यते. यत्र एकं पदम् अस्ति तस्य विभजनं कर्तुं न शक्यते. यदि इदानीं सीतायाः पतिः इति वदामि चेत् सीतापतिः इति समासः अस्ति. सीतापतिः इति समासे तत्र पदस्य विभजनं कर्तुं शक्यते वा इति प्रश्नः. सीतापति इति समस्तपदे तस्य खण्डनं भवितुम् अर्हति वा? हा, खण्डनं कर्तुं शक्यते. वस्तुतः तत्र प्रातिपदिकद्वयम् अस्ति, सीता अपि च पति इति पदद्वयम् अस्ति. पदद्वयं मिलित्वा तत्र सीतापतिः इति एकं पदम् अस्ति. इदानीं सीतापतिः अखण्डं पदं नास्ति, यतोहि तस्य खण्डनं शक्यते, विभजनं शक्यते. सीता इति एकं पदं, पति इति अन्यत् पदम्, द्वयोः मेलनेन सीतापतिः इति निष्पन्नः. अतः तादृशपदे यदि निमित्तम् अस्ति अखण्डं पदे एव निमित्तमस्ति चेत् इदं सूत्रं कार्यं करोति. यस्य विभजनं शक्यते तादृशपदे णत्वं न भवति अनेन सूत्रेण. इत्युक्ते तत्र निमित्तं पूर्वपदे अस्ति, कार्यम् उत्तरपदे अस्ति चेत् तादृशसन्दर्भे न भवति. परन्तु एकस्मिन्नेव पदे यदि अत्र उत्तरपदे एव निमित्तमपि अस्ति, कार्यमपि अस्ति चेत् तत्र क्लेशः नास्ति. परन्तु न खण्डनं न शक्यते इति उक्तं खलु, विभजनं कर्तुं न शक्यते इति अखण्डम्. अस्तु, लक्ष्मी भगिनी अग्रे पठतु. भगिनी अहं खलु? भगिनी, हा सत्यं, भगिनी पठामि. अट्कुप्पाङ्गं व्यवायेति इति सूत्रम्. अट् कवर्ग पवर्ग आङ् नुम् इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य नः स्यात् समानपदे. अट्कुप्वाङ्नं व्यवाये अपि रषभ्यां नौन समानपदे. उदाहरणार्थं करणं मार्गेण इति दत्तानि. अत्र अट्कुप्वाङ्नं व्यवायेऽपि इति सूत्रम् एतत् वदति, यदि समानपदे रेफः शकारः अस्ति तदनन्तरं नः अस्ति, किन्तु नकारस्य अनन्तरम् अट् कवर्ग पवर्ग आङ् इति उपसर्गः नुम् इति अनुस्वारः अस्ति चेत् अपि णत्वं भवति इति एतस्य सूत्रस्य अर्थः. अनुवृत्तिसहितसूत्रमपि रषभ्यां नौनसमानपदे इत्यस्य अनुवृत्तिः भवति. तदर्थं रकारशकार एव निमित्तम् एतस्य सूत्रस्य च इति ज्ञातुं शक्नुमः. अत्र कारणम् इति पदे करणम् इति पदे रेफा अस्ति, तदनन्तरम् अकारः ऋ इत्यस्य अनन्तरम् अकारः अस्ति, तदनन्तरं नकारः, तत् नकारस्य नत्वं मूर्धन्यनत्वम् अभवत् अट्कुप्वाङ्नुम् इति व्यवायेपि इति सूत्रेण. मार्गेण इति पदे च रेफस्य अनन्तरं ग अस्ति, अनन्तरम् एकारः अपि अस्ति, तदपि एकारः अट् इति प्रत्याहारे भवति, अट् इति प्रत्याहारः भवति, तत्र अच् वर्णाः भवति, अनन्तरं हयवर एतेषां वर्णानां समूहः अपि भवति. कुप् इत्यत्र कवर्गः अनन्तरं पवर्गः, कुपु इति पदेन निर्दिष्टम् अस्ति. आङ् इति उपसर्गः अस्ति, तथैव नुम् इति अनुस्वारः अपि अस्ति. तावदेव भगिनि. समीचीनम्. अत्र सूत्रमस्ति अट् कुप् वाङ् अट् कुप् आङ् नुम् व्यवाये अपि. अट् इति प्रत्याहारः अस्ति, अट् प्रत्याहारे बहवः वर्णाः सन्ति, अच्वर्णः, हयवर अपि च हयवर इति सन्ति तत्र अट् प्रत्याहारे. अनन्तरं कु इत्यनेन, कु इति संक्षेपः अस्ति, कवर्गस्य संक्षेपः कु इति अस्ति. पु इति पवर्गस्य संक्षेपः. आङ् इति अत्र प्रादि अस्ति अथवा उपसर्गः इति वक्तुं शक्यते. तदनन्तरं नुम् इति तत्र अनुस्वारः अस्ति, नुम् इत्यनेन अनुस्वारस्य ग्रहणं. पूर्वसूत्रेण रेपशकारयोः अनन्तरं दन्त्यनकारः साक्षात् अस्ति चेत् णत्वं भवति इति उक्तं, तस्य एव एक्स्टेन्शन् अस्ति इदं सूत्रम्. इदं सूत्रं किं वदति इति चेत्, रेपशकारयोः अनन्तरं कश्चित् वर्णः अस्ति, तस्य अनन्तरं दन्त्यनकारः अस्ति, तादृशसन्दर्भे णत्वं भवति वा इति प्रश्नः. इत्युक्ते रेपशकारयोः साक्षात् अनन्तरं नास्ति, अत्र अन्ये वर्णाः सन्ति, तादृशवर्णः बाधकवर्णः वा न बाधकः वा इति प्रश्नः. तर्हि कुत्र बाधा भवति, कुत्र बाधा न भवति इत्यस्मिन् सन्दर्भे एव इदं सूत्रमस्ति, अट्कुप्वाङ् नुं व्यवाये अपि इति सूत्रम्. अनेन सूत्रेण उच्यते यत् तत्र निमित्तकार्ययोः मध्ये रेपः अथवा शकारः, अनन्तरं दन्त्यनकारः, अनयोः मध्ये अट्वर्णः, कवर्ग्यवर्णः, पवर्ग्यवर्णः, आङ् इति उपसर्गः अथवा नुम् एतेषु कश्चन वर्णः अस्ति चेदपि क्लेशः नास्ति, तथापि णत्वं भवति. यथा अत्र करणम् इति उदाहरणे अत्र गीताञ्जलिभगिनी वदतु, करणम् इति उदाहरणे कीदृशकार्यमस्ति? करणम् अत्र रेफ अस्ति, रेफस्य अनन्तरम् अकार अस्ति, तदनन्तरं नकार अस्ति, तत् नकार णकार भवति, यतोहि मध्ये अकार अस्ति, इत्युक्ते अट्कुप् वाङ्म्युं व्यवायेति इति सूत्रं वदति. यदि अट् मध्ये अस्ति निमित्तस्य अपि च नकारस्य मध्ये अस्ति चेत् तदनन्तरं किमपि बाधा नास्ति णत्वं कृते इति. सत्यम्, अकारः बाधकः वर्णः नास्ति. रेपनकारयोः करणम् इति उदाहरणे रेपः अस्ति, रेपस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति, मध्ये अकारः अस्ति, तथापि णत्वं भवति. करणम् इति उदाहरणे रषाभ्यां नूनः समानपदे इत्यनेन भवितुम् अर्हति वा? न, अत्र न कार्यं करोति करणं. मध्ये अकार अस्ति, रेफस्य अनन्तरम् अकार अस्ति, तदनन्तरं नकार अस्ति. यदि साक्षात् अस्ति रेफस्य अपि च षकार अपि च ऋकारस्य साक्षात् नकार अस्ति चेत् तदनन्तरमेव रषाभ्यां नोणः समानपदे कार्यं करोति. हा, बहु समीचीनं भगिनी, धन्यवादः. इदानीं रामनाथमहोदय वदतु, मार्गेण इति उदाहरणे कथं भवति अणत्वम्? मार्गेण रेपस्य अनन्तरं ककारमस्ति, ककारमस्ति, द्वयमपि अट्पुप्पोङ्ग इति अन्तर्भूता वर्णाः, कवर्गीयवर्णाः. एकक्षणं, रेपस्य अनन्तरं कः वर्णः अस्ति? मार्गेण ककारः अचिवर्णः, यकारः अचिवर्णः. पुनः वदतु, अत्र निमित्तं किम्? निमित्तं रेपात् परं नकारात् पूर्वम् अट्टुक्वां कोऽपि वर्णः अस्ति चेत् नकारः नतुं भवति, नतुं भवति. अत्र निमित्तं, निमित्तं किम् इत्युक्ते अत्र निमित्तमस्ति रेपः, षकारः, ऋकारः, तदेव निमित्तमस्ति. अत्र निमित्तं किम्? रेपः निमित्तमस्ति. रेपस्य अनन्तरं के के वर्णाः सन्ति? ककारः, एकारः, नकारः अस्ति. हा न न, तत्र निमित्तमस्ति रेपः, कार्यमस्ति दन्त्यनकारः, तयोः मध्ये, तयोः मध्ये कवर्गीयव्यञ्जनम् अस्ति. हा, बहु समीचीनं. तर्हि अत्र णत्वं भवति वा? णत्वं भवति. हा, किमर्थं? निमित्तं पूरितं. हा, कथं पूरितम्? गकारः कवर्गीयव्यञ्जनः, एकारः अचुवर्णः. हा, सत्यम्. अतः कवर्ग्यवर्णः कु इत्यनेन कवर्ग्यवर्णानां ग्रहणम्, अच् इत्यनेन अट् अट् प्रत्याहारे अस्ति इति कृत्वा तस्यापि ग्रहणम्. अतः अत्र निमित्तं किं, कार्यं किम् इति चेत् अत्र निमित्तं रेपः, षकारः अथवा ऋकारः, अपि च दन्त्यनकारः, तत्र एव कार्यमस्ति. दन्त्यनकारस्य स्थाने मूर्धन्यणकारः भवति, अतः तत्र एव स्थानी अस्ति, दन्त्यनकारः स्थानी अस्ति. रेपः निमित्तमस्ति. रेपः अट् प्रत्याहारे अस्ति इति विषयः नास्ति. रेपः कस्मिन् प्रत्याहारे अस्ति इति विषयः नास्ति. अत्र रेपः निमित्तमस्ति. रेपः अस्ति चेत् तत्र दन्त्यनकारस्य मूर्धन्यणकारादेशः भवति, यद्यपि व्यवधानम् अस्ति, यद्यपि मध्ये तयोः मध्ये बाधकवर्णाः सन्ति. अत्र कीदृशबाधकवर्णः इत्युक्ते अट् प्रत्याहारे भवितुमर्हति, कवर्ग्यवर्णः भवितुमर्हति, पवर्ग्यवर्णः भवितुमर्हति, आङ् अथवा नुम् अपि भवितुमर्हति. अस्तु भगिनि, इदानीं निमित्तं वक्तव्यं चेत् रेपं मूर्धन्यषकारः इति साधु न, ऋकारम् अपि वक्तव्यं वा? ऋकारः अपि नाम निमित्तमस्ति, उक्तं खलु. यद्यपि सूत्रे, अस्मिन् सूत्रे अपि रसाभ्याम् इत्यस्य अनुवृत्तिः अस्ति. अत्र अनुवृत्तिसहितसूत्रं पश्यति चेत् अट्कुप्वाङ् नुं व्यवाये अपि रसाभ्यां नो णः समानपदे रसाभ्याम् इति अस्ति. तर्हि अत्रापि रेपषकारः निमित्तम् अस्ति, अपि च रेपः इति वदनेन एव ऋकारस्य अपि ग्रहणम् अस्ति. रेपः इत्यस्मिन् ऋकारस्य सदृशः अंशः अस्ति, अतः ऋकारस्य अपि ग्रहणम् अस्ति. तदर्थं वार्तिकमपि अस्ति. ऋवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन ऋकारस्य अपि ग्रहणमस्ति, अतः ऋकारः अपि निमित्तमस्ति. भगिनि, भगिनि, एकः संशयः. एकक्षणं, गोमती भगिनी वदतु. गोमती भगिनी वदतु. ऋवर्णात् परे अपि साक्षात् परं भवति वा? निमित्तं निमित्तं निमित्तनौ साक्षात् परमेव भवति वा? कस्मिन् विषये चिन्तनमस्ति? रसाभ्यां नोणः समानपदे इति सूत्रे तु साक्षात् भवति. अट्कुप्वङ् व्यवाये अपि इति सूत्रे तु मध्ये बाधकवर्णः अपि भवितुमर्हति. अस्तु, अतः केन सूत्रेण णत्वं? ऋवर्णात् ऋकारम् आगच्छति चेदपि अट् कुप्वाङ्ग् कार्यं करोति तत्र व्यवधानं भवितुमर्हति तत्रापि व्यवधानं भवितुमर्हति यत्र कुत्रापि रेपशकार ऋकारः यत्र कुत्रापि मध्ये एतेषु कश्चन वर्णः अस्ति चेत् अनेन सूत्रेण भवति अस्तु ओके अस्तु उमा भगिनि एकः संशयः भगिनि इति सूत्रेण अट् प्रत्याहारः आगच्छति इति वदति तत्र हयवरट् पर्यन्तम् अट् प्रत्याहारः आगच्छति तस्मात् र आगच्छति आल्रेडि ह य व इति इति अक्षराः अपि मध्ये आगच्छति अस्ति चेत् नकारः भवति सत्यम् अत्र अट् प्रत्याहारे यः कोऽपि वर्णः भवतु णत्वं भवितुम् अर्हति प्रायः रसाभ्यां नो नः इति अनुवृत्तिः अस्ति पुनः रेपः अपि अस्ति इट् इस् गेटिङ्ग् रिपीटेड् प्रोबब्लि शी मे हव् दट् रेपः निमित्तम् अस्ति रेपस्य रेपः निमित्तम् अस्ति रेपः अस्ति चेत् निमित्तं भवति तत्र रेपः तत्र व्यवधानम् इति न मन्यते रेपः अस्ति तदेव तस्य अनन्तरं दन्त्यनकारः अस्ति मध्ये अट् प्रत्याहारे यव ल एतेषु कश्चन अस्ति चेत् तत्र नत्वं भवति भगिनि एकः प्रश्नः वयं जानीमः रेफारषयोः अनन्तरं साक्षात् अनन्तरमेव नत्वं भवति किन्तु कथं जानीमः साक्षात् अनन्तरम् इति सूत्रेण उक्तं खलु कथं वयम् एतादृशं निर्णयः कृतवन्तः रषाभ्याम् इति रषाभ्यां नूनः समानपदे इति सूत्रे रषाभ्याम् इति पञ्चम्यन्तं पदमस्ति पञ्चम्यन्तं पदमस्ति चेत् तत्र पञ्चमीविभक्तेः का पञ्चमीविभक्तेः अर्थः कः पञ्चमीविभक्तौ परकार्यम् परकार्यं तदर्थं सूत्रमस्ति तस्माद् इति उत्तरस्य इति परिभाषासूत्रमस्ति तस्माद् इति उत्तरस्य इत्युक्ते तस्य साक्षात् अनन्तरं कार्यं भवति तस्य पञ्चमी तस्य साक्षात् अनन्तरं कार्यं भवति इति सूत्रमस्ति परिभाषासूत्रम् अतः रषाभ्याम् इति वदामः पञ्चम्यन्तं पदम् इति वदामः चेत् साक्षात् परम् एव कार्यम् अतः तत्र यद्यपि सूत्रे न उक्तं तथापि तादृशार्थः सिद्ध्यति तस्मात् इति उत्तरस्य तस्मादिति उत्तरस्य इत्युक्ते साक्षात् अनन्तरमेव कार्यं भवति रषाभ्याम् इति पञ्चम्यन्तं पदम् अस्ति तस्य साक्षात् अनन्तरं कार्यं भवति इति अर्थः अन्यः प्रश्नः अस्ति भगिनि वदतु किं संहितायामपि तत्र आयाति संहितायाम् इत्यस्यापि अधिकारः अस्ति अत्र न उक्तं सत्यं संहितायाम् इत्यस्य अधिकारः अस्ति भगिनि एकः अन्यः प्रश्नः अस्ति यदि रामेण मार्गेण हरिणा इति भवति एतत् सूत्रेण किन्तु द्वितीय बहुवचने रामः रामान् हरीन् इति भवति खलु तत्र किमर्थम् एतत् सूत्रं न प्रवर्तते कोऽपि वदतु सूत्रम् अस्ति निषेधसूत्रम् अस्ति वदतु सूत्रं किं सूत्रं किं सूत्रस्य नाम पदान्तस्य पदान्तस्य इति सूत्रमस्ति पदान्ते नकारः अस्ति चेत् णत्वं न भवति अस्तु पदान्तस्य इति निषेधकसूत्रमस्ति पदान्ते दन्ते नकारः अस्ति चेत् न भवति इति वदति धन्यवादः भगिनि भगिनि एकः प्रश्न पृच्छतु प्रश्न अस्ति नुम् विवाये उदाहरणमस्ति बृङ्हणम् अतः अहं बृङ्हणम् ब्रीहि धातु अस्ति, इदितो इदित् धातु अस्ति, इदितो नुम् एवं नश्च पदान्तस्य नुमकारणेन अनुस्वार बृहण् भवति. परन्तु प्रश्नः अस्ति नुम् व्यवाये अत्र कथं भवति प्रश्नः. अहं यदि गृहं पश्यामि तर्हि व हलन्त योगः रे अनुस्वारसहित तदनन्तरं ह अट् अन्तर्भूतः अपि बृंहणं खलु, बृंहणं खलु ऋकारः अस्ति, तस्य अनन्तरम् अनुस्वारः, ऋकारः निमित्तमस्ति, नकारः कार्यमस्ति, तत्र तयोः मध्ये के के वर्णाः इति चेत् अनुस्वारः अस्ति अपि च हकारः अस्ति. अनुस्वारः नुम् अस्ति, हकारः अट् प्रत्याहारे अस्ति, अनन्तरम् आकारः अपि अट् प्रत्याहारे अस्ति, तदनन्तरं दन्त्यनकारः तस्य स्थाने नत्वम् अट् क्वाङ् नुम् व्यवये अपि इत्यनेन एव. प्रश्नः परन्तु उत्तरं दत्तवान्. शत्रुप्रत्ययः, शत्रुप्रत्ययः धातुः बृहद्धातु बृहन् भवति, बृहन् तत्र नत्वं न भवति पदान्तस्य, पदान्तस्य प्रश्नः उत्तरं दत्तवान्, धन्यवादः. हा सत्यं, समीचीनं. तर्हि इदानीम् अग्रे अग्रे सरेम. अत्र सूत्रद्वयमस्ति, प्रधानसूत्रं सर्वे तत्र सूत्रद्वयमपि स्मर्तव्यं, रसाभ्यां नोनः समानपदे अपि च अट्कुप्वाङ् नुं व्यवाये अपि. यतोहि नत्वकार्यं वयं बहुत्र पश्यामः, अतः सूत्रद्वयं मुख्यसूत्रं मनसि स्थापयन्ति चेत् बहु समीचीनं भवति. अस्तु तर्हि अग्रे सुमन् भगिनी अग्रे पठतु. अस्ति वा भगिनि? अस्तु विजयलक्ष्मी भगिनी पठतु. पठामि भगिनि. म्यूट् अन्म्यूट् न कर्तुं शक्तवती इदानीं. पठतु तर्हि, पठतु भगिनी, पठतु, अहम् अग्रे पठामि. अस्तु भगिनि, विजयलक्ष्मी भगिनी पठतु. प्रातिपदिकान्त नुम् विभक्तिषु च समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य एषु स्थितस्य नस्य नो वा स्यात्. अनुवृत्तिसहितसूत्रं पूर्वपदात् रषाभ्याम् अट् कुप् वाङ् नुं व्यवायेऽपि नो नः प्रातिपदिकान्त नुं विभक्तिषु वा व्रीहिवापिनौ, व्रीहिवापिनौ. अत्र समासप्रसङ्गे किं भवति इति अस्मिन् सूत्रे अस्ति. यदि पूर्वपदस्य निमित्तं परस्य एषु इत्युक्ते किं भगिनी, परस्य एषु स्थितस्य? एषु इत्युक्ते प्रातिपदिकान्त नुं विभक्ति एषु, सप्तम्यन्तम् अस्ति खलु, प्रातिपदिकान्त नुं विभक्तिषु. एषु इत्युक्ते अत्र विभक्तिषु इति वा? परस्य एषु इत्युक्ते इत्युक्ते प्रातिपदिका, प्रातिपदिकस्य अन्ते इत्युक्ते अत्र समासस्य प्रसङ्गे अस्ति. पूर्वपदे निमित्तम् अस्ति, पूर्वस्मिन् पदे रेपः शकारः अथवा ऋकारः अस्ति, उत्तरपदे तत्र कार्यमस्ति. उत्तरपदे कुत्र अस्ति कार्यम् इति चेत् प्रातिपदिकस्य अन्ते, उत्तरपदे यत् प्रातिपदिकम् अस्ति तस्य अन्ते दन्त्यनकारः अस्ति, नो चेत् तत्र नुम् सम्बन्धीनकारः अस्ति. उत्तरपदे नुम् सम्बन्धीनकारः अस्ति इत्युक्ते कथञ्चित् केनचित् सूत्रेण नुम् भवति उत्तरपदे, नुम् आगमः भवति, तादृशनुम् अस्ति चेत् तत्रापि णत्वं भवति. नो चेत् विभक्तिसम्बन्धेषु दन्त्यनकारः अस्ति चेत् तत्रापि णत्वं भवति इति अर्थः. तत्र अत्र सूत्रे तु विकल्पेन इति अस्ति, सूत्रे विकल्पेन इति अस्ति इति कृत्वा तत्र वा इत्यस्य अनुवृत्तिः भवति अस्मिन् सूत्रे, अतः विकल्पेन भवति. एकस्मिन् पक्षे भवति, अन्यस्मिन् पक्षे नास्ति. अस्तु अस्तु, तत्कारणमेव रूपद्वयं दत्तमस्ति. व्रीहि वापिनौ, व्रीहि वापिनौ द्वौ अपि अत्र. व्रीहि इति पूर्वपदं, वापिन् इति उत्तरपदं वा? सत्यं, वापिन् इति उत्तरपदं, सत्यं. व्रीहि वापिन् समासः अस्ति. व्रीहि वापिन् व्रीहि इत्यस्य, व्री इत्यस्य रकारस्य व्यवधाने ईकारः, दीर्घ ईकारः, ह्रस्व ईकारः, अनन्तरं हकारः, अनन्तरं वकारः, अनन्तरम् आकारः, अनन्तरं ह्रस्व इकारः, अनन्तरं पकारः, अनन्तरम् अकारः. सर्वे अट् कुप् वाङ् इति सूत्रे व्यवधाने भवति चेत् बाधकं नास्ति इति तत् सूत्रं वदति. अट् कुप् वाङ् नुं व्यवाये अपि इति सूत्रेण तत्कारणम् अत्र रकारस्य नकार अन्तिमनकारस्य उपरि प्रभावः भवति भूत्वा नकारस्य नकार दन्त्यनकारस्य मूर्धन्यनकारः भवितुं किमस्ति भवति विकल्पेन, विकल्पेन भवितुम् अर्हति भवति विकल्पेन भवति. तर्हि भगिनी मम कक्षायां अन्येक कक्षायां शरद् इति क्लास्मेट् अस्ति, तस्य कृते अहं शरण् महोदय इति नकारः मध्ये लिखितवती. सः शरण् इति नास्ति, शरण् इति लिख दन्त्यनकारः इति लेखनीयम् इति उक्तवान्. तर्हि शरण् अपि लेखितुं शक्यते खलु पदान्तस्य अन्ते, खलु पदान्तस्य अन्ते भवति चेद् एव ओ पदस्य अन्ते न न अन्ते कः. एकक्षणं भगिनि, उमा भगिनि एकक्षणं. शरन् इत्यत्र तत्र पदस्य अन्ते अस्ति खलु नकारः, शरत् इति शरद् इति तस्य नाम, शरद् इति नाम शरद् महोदय मकारः अस्ति कृत्वा तकारस्य दकारः, दकारस्य अनन्तरं नकारः अभवत्. इदानीं सम्बोधनम् अस्ति खलु भगिनि, हा सम्बोधनं करोति खलु तत्र, तत्कारणं तत्र इत्युक्ते संहितायाम् इति शरण् महोदय इति तत्र शीघ्रं वक्तुम् इच्छति इति कृत्वा शरण् महोदय इति वदति खलु. शरण् महोदय तत्र नकारः दन्त्यनकारः भवति वा मूर्धन्यनकारः भवति वा तत्र तत्र संहितायां, संहितायाम् इति वदति खलु संहितायां, परन्तु शरण् इति भिन्नं पदमस्ति, शरण् इति भिन्नं पदमस्ति. तादृशपदस्य अन्ते तत्र दन्त्यनकारः एव तिष्ठति, पदस्य अन्ते इति कृत्वा दन्त्यनकारः एव तिष्ठति. एकक्षणं महोदय, एकक्षणम् एकक्षणम्, अत्र उमा भगिनी वदतु. भगिनी अत्र व्रीहि वापिनौ नौ आल्सो इति अन्ते अस्ति नो, कुत्र अस्ति अन्ते पश्यतु, अन्ते कः वर्णः, अन्ते कः वर्णः, औ औ औ अस्ति खलु, चिन्ता नास्ति. अत्र भगिनी विजयलक्ष्मी भगिनी बुद्धं वा? हा बुद्धम् अस्तु. रामनाथन् महोदय पृच्छतु. इदानीम् अट्कुप् वाङ् इति सूत्रम् एव सूत्रेण नत्वं भवति, एतत् प्रातिपदिकार एतत् सूत्रं विकल्पेन भवति इति एव सूचितं वा? न न एकक्षणं, वापिन् इति वापिन् इति पदे नत्वं भवति वा? वापिनौ इत्यत्र नत्वं भवति वा? वापिनौ इति पदं न, व्रीहि वापिनौ इति. एकक्षणं, वापिनौ इति पदे निमित्तम् अस्ति वा? नास्ति. इदानीं व्रीहि वापिनौ इति पदे निमित्तम् अस्ति वा? अस्ति. व्रीहि वापिनौ इति पदे अत्कुप्वाङ् नुं व्यवाये अपि इत्यनेन नत्वं भवति वा? नत्वं भवति. इकार हकार वकार आकार बकार इकार एव अस्ति. एतत् सर्वं अत्कुप्वाङ् इति सूत्रे अन्तर्भूतः. परन्तु तत्र सूत्रे अनुवृत्ति पठतु, सूत्रस्य अनुवृत्तिः अत्कुप्वाङ् नुं व्यवायप् इति सूत्रस्य अनुवृत्तिः पठतु. समानपदे समानपदम् अस्ति वा? न समानपदम्. अतः रसाभ्यां नोणः समानपदे अत्कुप्वाङ् नुं व्यवाये अपि इति सूत्रद्वयमपि समासस्य प्रसङ्गे कार्यं न करोति इति मनसि स्थातव्यं. तदर्थमेव इदं सूत्रम्. एतत् अपवादसूत्रं वा? अपवादः नास्ति, तत्र तस्य प्रसक्तिः एव नास्ति खलु. अत्र रसाभ्यां नूनः समानपदे इत्यस्य प्रसक्तिः एव नास्ति, अतः कथं वा अपवादः? भगिनि, तत्र उदाहरणं ददाति किम्? नुम् इति उदाहरणं दातुं शक्नोमि. इत्युक्ते तत्र नपुंसकलिङ्गे बहुवचने नुम् आगमः भवति, यथा वनानि इति पदे तत्र नुम् आगच्छति. वनानि इति पदे नुम् अस्ति. तादृशपदानि अत्र माषावापाणि इति पदे तत्र वापा माषयोगः वापा योगः नुम् योगः इ इति प्रत्ययः. तत्र नुम् अस्ति, माष इत्यत्र शकारः निमित्तमस्ति, वापायोगः नुम् योगः इ इत्यत्र नुम् इति दन्त्यनकारः अस्ति इति कृत्वा माष इति पूर्वपदे निमित्तम्, उत्तरपदे नुम् सम्बन्धि नकारस्य णत्वम्. अतः माषापि समास एव, सर्वत्र समासः एव, अत्र समासस्य प्रसङ्गे एव. किन्तु पुष्पाणि अस्ति, तत्रापि नुम् अस्ति वा? पुष्पाणि तत्र नुम् अस्ति, तत्र एतत् सूत्रं न कार्यं न करोति. अत्कुप्वाङ्ग् एवं कार्यं करोति. सत्यं सत्यं, समासः नास्ति खलु. ओ, एतत्तु समासे नुम् अस्ति चेत्, समासे एव, समासस्य प्रसङ्गे एव. यतोहि पूर्वपदात् रसाभ्याम् इति अस्ति, पूर्वपदे रेपशकारः अथवा ऋकारः अस्ति, तादृशसन्दर्भे एव इदं सूत्रं कार्यं करोति. अपि च विभक्ति, क्षम्यतां वदतु, अपि च विभक्तिसम्बन्धिनकारः कुत्र भवति इति चेत् तृतीयविभक्तौ षष्टिविभक्तौ भवति. तत्र हर्षभावेन इति पदमस्ति चेत् हर्ष इत्यत्र शकारः निमित्तमस्ति पूर्वपदे, भावेन इत्यत्र तृतीयविभक्त्यन्तं तत्र इन इति प्रत्ययः अस्ति. प्रत्यये यः नकारः अस्ति तत्रापि णत्वं भवितुम् अर्हति, पूर्वपदे निमित्तमस्ति. अपि च षष्टिविभक्तौ नाम इति अस्ति खलु, रामाणाम् इति तादृशनाम् यत्र समस्तपदे नाम इति अस्ति, तत्रापि पूर्वपदे निमित्तमस्ति चेत् उत्तरपदे षष्टिविभक्तौ णत्वं भवितुम् अर्हति विकल्पेन. अस्तु भगिनि, एकः प्रश्नः भगिनि, लक्ष्मी भगिनि वदतु. भगिनि, यदा नुम् इति वदामः चेत् तत्र नकारस्य ग्रहणं वा अनुस्वारस्य ग्रहणं वा अथवा द्वयोः अपि ग्रहणं भवति वा भगिनि? नुम् इत्युक्ते तत्र नुम् आगमः अस्ति, नुम् आगमः अस्ति, नुम् आगमेन तस्य अनुस्वाररूपेण परिवर्तनं भवति, सामान्यतया परिवर्तनं भवति, अतः नुम् इत्यनेन अनुस्वरस्य उपलक्षणम्. अस्तु, किन्तु अत्र पुष्पाणि इति वदति चेत् तत्रापि नुम् इत्यस्य ग्रहणम् इति उक्तवती खलु, तत्र नुम् इत्यनेन एव तत्र नकारः आगच्छति. तत्र नुम् इत्यनेन एव तत्र नकारः आगच्छति. तत्र न पुष्पाणि इत्यत्र नु तत्र नुम् आगमेन नकारः अस्ति, परन्तु परन्तु तत्र प्रातिपदिकान्तनुम् विभक्तिषु इति सूत्रेण नत्वं नास्ति तत्र. तत्र यद्यपि नुम् तत्र अस्ति पुष्पाणि इत्यत्र, पुष्पाणि इत्यत्र नकारात् पूर्वम् आकारः अस्ति, अतः तत्र दन्त्यनकारस्य अनुस्वाररूपेण परिवर्तनं नास्ति. अपि च तत्र नकारस्य अनन्तरम् ईकारः अस्ति, नकारस्य अनन्तरम् ईकारः अस्ति इति कृत्वा नकारस्य स्थाने अनुस्वारः नास्ति. अत्र तु नुम् इत्यस्य विषयः नास्ति भगिनि, पुष्पाणि इत्यत्र नकारः एव निमित्त कार्यमस्ति, तत्रैव कार्यं, बाधकवर्णः नास्ति तत्र. उमा भगिनी वदतु. अत्र व्रीहि वापिनौ समस्तपदमस्ति. वापिनौ मात्रं पश्यते चेत् वापि वा इस् अट् वर्गे अट् प्रत्याहारे अस्ति वा. सो वापिनौ आर् वापिनौ वापि व्रीहि विना वापिनौ वापिनौ आगच्छति. निमित्तं नास्ति खलु. वकारः निमित्तं नास्ति भगिनि, वकारः निमित्तं नास्ति. दन्त्य न तत्र रेपः, शकारः, ऋकारः एव निमित्तं खलु. ओके ओके, सो दट् इस् अ प्रैमरि वन्, दीस् आर् आल् अडिशनल् इन् बिट्वीन् वर्ड्स्, इन् बिट्वीन् लेटर्स्. हा सत्यम्. ओके ओके, नौ ऐ अण्डर्स्टाण्ड्. धन्यवादः भगिनि. सुबन्तपदानि कथं निर्माति इति अग्रे पठामः किं? पठामः भगिनि, सत्यमेव पठामः. अस्तु अस्तु, तर्हि अग्रे सरेम इदानीं. रमासिंहरावन् भगिनी पठतु अग्रे. तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम् आयोजनम् अतिस्पष्टम्. अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्रनैपुण्यं जायते, अपि च सामग्री कुत्र स्थिता इति ज्ञायते. अष्टाध्यायीक्रमस्य पठनेन अनेके महान्तो लाभाः. पूर्णतया न अवगन्तुं शक्नोमि, प्रयत्नं करोमि. तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम्. पाणिनेः प्रकरणरीत्या अर्थात् नत्वप्रकरणम् एतादृशी प्रकरणरीत्या लेखनेन सुलभम् अस्ति इति लिखितमस्ति, स्पष्टमपि अस्ति. परन्तु तदनन्तरं वयम् अष्टाध्यायीक्रमेण यदि पठामः चेत् महान् लाभः भवति. किमर्थम् इति चिन्तयामि चेत् त्रिपादि सूत्रक्रमं सपाद सप्ताध्यायीसूत्रक्रम क्रमेण वयं प्रकरणे सूत्रस्य उपयोगं कर्तुं शक्नुमः. समीचीनं भगिनि. हा सत्यमेव, तत्र प्रकरणरीत्या वयं पठामः चेत् तत्र पाणिनिः किमर्थं प्रकरणरीत्या सः लिखितवान् इति चेत् तत्र लाघवम् अस्ति, अनुवृत्ति अनुवृत्त्यर्थं लाघवम् अस्ति. अपि च तत्र आयोजनं बहु स्पष्टं भवति, सर्वाणि समानप्रकारकार्याणि एकत्र भवन्ति चेत् बहु लाभदायकमस्ति. अपि च वयं तथा पठामः चेत् तत्र अस्माकं कृते कः लाभः इति चेत् तत्र सूत्रस्य स्पष्टता भवति. इदानीं रसाभ्यां नोणः समानपदे अट्कुप्वाङ् नुं व्यवाये अपि प्रातिपदिकान्तनुं विभक्तिषु इति त्रीणि सूत्राणि अस्माभिः पठितानि. तर्हि तत्र व्रीहि वापिनौ इति सन्दर्भे अट्कुप्वाङ् नुं व्यवाये अपि इति सूत्रं कार्यं न करोति इति कथं ज्ञातवन्तः? प्रातिपदिकान्तनुं विभक्तिषु इति सूत्रम् अस्ति इति दृष्ट्वा एव वयं ज्ञातुं शक्नुमः तत्र नो चेत् तत्र प्रातिपदिकान्तनुं विभक्तिषु इति सूत्रं न पठामः, तत्र क्रमेण न पठामः चेत् तत्र कुत्र उत्सर्गः अस्ति, कुत्र अपवादः अस्ति, कुत्र निषेधकसूत्रमस्ति, कुत्र सूत्रं कार्यं न करोति, कुत्र कार्यं करोति, तस्य कार्यक्षेत्रं किं सूत्रस्य, एतादृशज्ञानं न लभ्यते. समग्रचिन्तनार्थम् अत्र पाणिनीय क्रमेण एव वयं पठामः चेत् महान् लाभः अस्ति. उदाहरणं रामान् इति वदति न भगिनी, रामान् पदान्तस्य इति सूत्रं चतुर्थपादे सप्तत्रिंशति सूत्रे आगच्छति, अतः तस्य प्रसक्तिः प्रथमम् आगच्छति अण्ड् नाट् अट्कुप्पाम्. न न अट्कुप्पाङ्ग् इति सूत्रस्य अनन्तरं पदान्तस्य इति सूत्रमस्ति, अनन्तरम् अस्ति, अनन्तरमेव अस्ति. त्रिपादिसूत्रं अनन्तरं सूत्रं सूत्रस्य प्रसक्तिः भवति न न न न पूर्वसूत्रस्य प्रसक्तिः, पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्, अतः आगच्छति न किं पदान्तस्य इति कारणात् नत्वं न भवति न. सत्यं सत्यम्. अत्र पश्यतु भगिनि, रामान् इति सन्दर्भे सूत्रद्वयं तत्र तत्र अट्कुप्वाङ्ग् नुं व्यवाये अपि इति सूत्रम् इत्यस्य प्रसक्तिः अस्ति, तत् सूत्रं पूर्वसूत्रमस्ति, पदान्तस्य इति परसूत्रमस्ति, तर्हि तत्र प्रश्नः भवितुमर्हति, परसूत्रम् असिद्धमस्ति खलु, त्रिपाद्यं क्रमेण प्रवर्तनीयं, क्रमेण प्रवर्तनीयं, पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्, अतः पदान्तस्य इति सूत्रम् असिद्धं खलु इति पृच्छति चेत् तत्र अट्कुप्वाङ्ग् नुं व्यवाये अपि इत्यस्य निषेधकसूत्रमस्ति पदान्तस्य, यदि असिद्धम् इति वदामः चेत् तस्य कार्यं कुत्रापि न भवितुम् अर्हति, अतः अत्र यत्र पदान्ते नकारः अस्ति तत्र पदान्तस्य इति सूत्रमेव कार्यं करोति. बुद्धं खलु? भवती पूर्वत्र सिद्धम् इत्यस्मिन् विषये किञ्चित् भ्रमः अस्ति भवत्याः मनसि, परसूत्रं बलम् इति भवती चिन्तयति, परसूत्रस्य बलं नास्ति अत्र, निमित्तम् अस्ति पदान्तस्य इति सूत्रे एव, निमित्तम् अस्ति अट्कुप्वाङ्ग् नुं व्यवाये अपि इति सूत्रं कार्यं कर्तुं शक्नोति, तथापि तत्र कार्यं न भवति. किमर्थम् इति चेत् पदान्तस्य इति सूत्रम् आगत्य वदति अस्तु इदानीं स्थगयतु, यद्यपि निमित्तं सर्वम् अस्ति तथापि कार्यं न भवति यतोहि पदान्ते अस्ति नकारः इति निषेधकम् अस्ति तत् सूत्रम्. नियमसूत्रम् अस्ति वा? विधिसूत्रमेव, नियमसूत्रं नास्ति, विधिसूत्रं कार्यसिद्धम् इति मूलेन. ओ किं पदान्तस्य विधिसूत्रमेव अस्ति वा, नियमसूत्रम् अस्ति वा? नियमसूत्रं नास्ति भगिनि, विधिसूत्रं, विधिसूत्रमस्ति, विधिसूत्रं, निषेधकसूत्रमपि विधिसूत्रमेव. ओ अस्तु, नियमसूत्रम् इत्युक्ते सीमां स्थापयति वा इति चेत् तथा नास्ति, अत्र पुनः कार्यं भवति परन्तु अत्र कार्यं न भवति इति न वदति खलु, अत्र तु केवलं वदति पदान्ते नकारः अस्ति चेत् कार्यमेव न भवति, तावदेव निषेधकमस्ति. अस्तु तर्हि अग्रे सुमन् भगिनी पठतु. अस्तु भगिनि, श्रूयते? श्रूयते. प्रक्रियाग्रन्थेषु सूत्राणि इतस्मात् स्वीकृत्य पदनिर्माणं भवति, अनेन कारणेन सूत्रक्रमः भग्नः भवति, अनुवृत्तिः नैव प्रकट. सूत्राणां बोधार्थं महान् सङ्घर्षः. अत्र पुनः प्रक्रिया ग्रन्थेषु कः कष्टः इति अस्ति, तत्र प्रायः किमपि पदनिर्माणं किमपि कर्तुम् इच्छति चेत् तत् सुलभं भवति, किन्तु तत्र सूत्रक्रमः न भवति, कस्मात् सूत्रात् किम् अनुवृत्ति भवति इति न ज्ञातुं शक्नुमः. अपि च सूत्रस्य अर्थम् अपि बोधितुं कष्टः भवति. अग्रे अग्रे पठतु. अस्तु, सारांशे पाणिनीये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः. तस्य मार्गचयनस्य किञ्चन कारणं स्यात्. तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयामः. अस्तु, सः तदेव स्वीकृत्य अष्टाध्यायी रचितवान्, तदेव तथा एव पठामः. अस्तु, समीचीनं भगिनि. अग्रे अग्रे सरेम. इदानीम् अत्र गोमती भगिनी पठतु अष्टाध्यायः मानचित्रम्. भगिनी स्वीकृत्य इति वा स्वीकृत्वा इति वा? स्वीकृत्य स्वी उपसर्ग खलु, नास्ति स्वी तु उपसर्ग नास्ति, न उपसर्ग इव उपसर्गः इव सत्यं. स्वी यद्यपि साक्षात् उपसर्गः प्रादिषु नास्ति, तथापि स्वी उपसर्गः इव मन्यते, अतः स्वीकृत्य इति अस्ति. तथा एव अलङ् किम् अलङ्कृत्य अलङ्कृत्य बहिष्कृत्य तत् सर्वदा. कोमती भगिनी अग्रे पठतु. पठामि. अष्टाध्यायाः मानचित्रम्. अतः अष्टाध्यायाः मानचित्रं किम् इति अवलोकयामः. अष्टाध्यायाम् अष्टौ अध्यायाः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारपादाः. पादेषु सूत्राणि क्रमेण भवन्ति. प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या. सङ्ख्यायां भागत्रयं. प्रथमसङ्ख्याया अध्यायस्य, द्वितीयस्य सङ्ख्याया पादस्य, तृतीयसङ्ख्या सूत्रस्य. यथा इकोयणचि इदं सूत्रे षष्ठे अध्याये, इति सूत्रं षष्ठे अध्याये, तत्र प्रथमपादे सूत्रसङ्ख्या 76. अष्टाध्यायी ग्रन्थः पाणिनिया विरचितं व्याकरणग्रन्थमस्ति. तत्र तस्मिन् ग्रन्थे किम् इति वयं पठामः. अष्टाध्यायी यदा तस्य ग्रन्थस्य नामं वदति, तस्मिन् अष्टौ अध्यायाः सन्ति. एकस्मिन् अध्याये चत्वारपादाः सन्ति. पादेषु सूत्राणि सन्ति. सूत्रस्य सूत्रसङ्ख्या दत्तमस्ति. सूत्रसङ्ख्यायामपि त्रीणि भागम् अस्ति. प्रथमभागम् अस्ति, त्रयः भागाः सन्ति. प्रथमभागे अध्यायस्य नम्बर् अध्यायस्य नम्बर् किमुक्तम् अध्यायस्य नम्बर् नम्बर् सङ्ख्या अध्यायस्य सङ्ख्या. सूत्रे द्वितीयभागे सूत्रस्य पादस्य सङ्ख्या. सूत्रे तृतीयभागे सूत्रस्य सङ्ख्या दत्तम्. उदाहरणेन इको एणचि इति सूत्रं सूत्रे इकः यण अचि अत्र सूत्रस्य संख्या भवति अष्टाध्याय्यां प्रथमसङ्ख्या षष्ट तद् षष्ट अध्यायम् इति वदति. अनन्तरं द्वितीयसङ्ख्या पादस्य विवरणं ददाति एक प्रथमपादं. तृतीयसङ्ख्या सूत्रस्य सङ्ख्या भवति. तदा पूर्ण सूत्राणां अध्या संख्या अस्माकं वयं पश्यामः चेत् सूत्रं कस्मिन् अध्याये अस्ति, कस्मिन् पादे अस्ति, सूत्रस्य संख्या का इति सुलभेन वयं पश्यामः. बहु समीचीनं भगिनि. इत्युक्ते वयं जानीमः अष्टाध्याय्याम् अष्ट अध्यायाः सन्ति, अतः एव अष्टाध्यायी इति नाम अस्ति. अष्टाध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, अपि च प्रत्येकस्मिन् पादे सूत्राणि सन्ति. सूत्रस्य उल्लेखः कथं भवति इति चेत् तत्र प्रथमम् अध्यायस्य उल्लेखः भवति, तदनन्तरं पादस्य उल्लेखः, तदनन्तरं सूत्रसङ्ख्यायाः उल्लेखः. अतः इको यणचि इति सूत्रे वयं पश्यामः चेत् षष्टाध्याये प्रथमपादे षड् सप्ततितमं सूत्रम् इति वक्तुं शक्नुमः. इति एव सर्वत्र तथैव भवति. अस्तु, तर्हि अग्रे अरविन्द महोदय. भगिनी, यथा सूत्राणां सङ्ख्या अस्ति, तत्र एकैकस्मिन् पादे अनन्ताः सङ्ख्याः एव खलु, तत्र नियमः नास्ति खलु सङ्ख्यायाः, सूत्रस्य सङ्ख्यायाः विषये? किम् अस्ति अनन्तः इत्युक्ते? तत्र प्रत्येकस्मिन् पादे तत्र सूत्राणि सन्ति खलु, तत्र लिमिटेड् अस्ति वा एतादृशसङ्ख्याः? इदानीम् अष्टाध्याये पश्यामः, तत्र प्रत्येकस्मिन् अध्याये कानिचन सूत्राणि सन्ति, अतः अनन्तः इति नास्ति. अत्र सम्पूर्ण अष्टाध्याय्याम् उपचतुस्सहस्रं सूत्राणि सन्ति, किन्तु लिमिटेड् एव पाठे एकस्मिन् पादे. एकस्मिन् पादे कानिचन सूत्राणि भवन्ति, अन्लिमिटेड् इति नास्ति. अस्तु, अग्रे अरविन्द महोदय पठतु. आं भगिनि, एकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हाम. अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः. सर्वं ज्ञात्वा न उक्तं, किञ्च अतः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एका दृष्टिः सिद्धा भविष्यति. अत्र दत्तमस्ति एकैक अष्टाध्यायीं मुख्यविषया एकैक एकस्मिन् स्थले समीचीनं कृतम् इति पूर्वं वयं दृष्टवन्तः. तत् कस्मिन् अध्याये के मुख्यविषयाः अन्तर्गताः इति ज्ञातव्यं, तत् ज्ञात्वा एव तु अहं प्रकरणस्य पूर्वसमग्रदृष्टि मनसि आयाति, तत्कारणेन अनुमानं कर्तुं शक्यते किं कार्यं करणीयम्. सूत्रसङ्ख्यादर्शनेन अध्यायम् एवं पादं सूत्रसङ्ख्या इति मनसि आयाति चेत् प्रकरणं कस्मिन् विषये अस्ति इति वयं जानीमः. तत् ज्ञात्वा एव समग्रदृष्ट्या किं करणीयं, किं निषिद्धं, किम् अपवादसूत्रं, किम् उत्सर्गसूत्रम् इति सर्वं मनसि आयाति. बहु समीचीनम् महोदय, तथैव अस्ति. इत्युक्ते अष्टाध्यायी ग्रन्थः इति वयं पुनः पुनः वदामः. अष्टाध्याय्याम् अस्ति, अष्टाध्याय्याम् अस्ति. अष्टाध्यायं किम् अस्ति, पूर्वमपि एकवारम् अस्माभिः चर्चितमासीत् यदा तत्र रमाभगिनी प्रदर्शितवती, प्रेसेण्टेशन् कृतवती पूर्वं, तत्र सा अपि उक्तवती. अतः एकवारं वयं पूर्वमपि दृष्टवन्तः, पुनः तस्मिन् विषये एव अधुना चिन्तनं भवति. अष्टाध्याय्यां किं किम् अस्ति, किं कुत्र अस्ति, अत्र आयोजनं कथम् अस्ति इति साक्षात् वयम् अधुना पश्यामः. इत्युक्ते इदानीम् एतावता तत्र किम् उक्तम् अष्टाध्याय्याः विषये किम् उक्तम् इति चेत्, अष्टाध्यायी इति ग्रन्थः पाणिनिना विरचितम् इति वयं, पाणिनिना विरचितः इति वयं जानीमः. तद् सः ग्रन्थः व्याकरणसम्बन्धः अस्ति. तस्मिन् ग्रन्थे सूत्राणि सन्ति, तस्मिन् ग्रन्थे उपचतुस्सहस्रसूत्राणि सन्ति इति वयं जानीमः. अपि च अष्टाध्यायी इति ग्रन्थे षड्विधसूत्राणि सन्ति. कानि तानि षड्विधसूत्राणि? संज्ञासूत्रं, परिभाषा, विधिनिदेशिक, विधिनिदेशिक, नियमसूत्रम् इत्युक्ते संज्ञासूत्रं, परिभाषासूत्रं, विधिसूत्रं, नियमसूत्रम्, अतिदेशसूत्रम्, अधिकारसूत्रम्. एतानि सर्वाणि सूत्राणि अष्टाध्याय्यां वयं पश्यामः. तर्हि ततः पूर्वं माहेश्वरसूत्राणि अपि वयं ज्ञातवन्तः. तर्हि इदानीम् अष्टाध्यायी इति ग्रन्थं प्रति गच्छामः. इत्युक्ते अष्टाध्यायी इति ग्रन्थे सूत्राणि सन्ति इति वयं जानीमः. अष्टाध्यायी इति ग्रन्थे प्रत्ययस्य उल्लेखः अपि अस्ति. अष्टाध्यायी इति ग्रन्थे के के प्रत्ययाः सन्ति? किं सन्ति तिङ्प्रत्ययः, कृदन्तप्रत्ययः. हा, तिङ्प्रत्ययः अस्तु. अनन्तरं कृदन्तकृत् प्रत्ययः, तद्धितप्रत्ययः, स्त्रीप्रत्ययः, अनन्तरं सुबन्त अपि सन्ति खलु. हा, सुप्रत्ययः. अनन्तरं किम् उक्तवती अरुणा भगिनी? हलन्तप्रत्ययः. किम् उक्तवती? सन्नन्त, सन्नन्तप्रत्ययः. हा, सन्नन्तप्रत्ययः, विकरणप्रत्ययः. अनन्तरं तावदेव. शत्रुशानज् इति कृत् प्रत्ययेषु अन्तर्भावः अस्ति खलु. तिङ् प्रत्ययः, यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत्. अतः शत्रुशानज् अन्ये प्रत्ययः कृत् प्रत्ययः. इत्युक्ते एतावत् किं तत्र कति प्रत्ययः सन्ति अत्र व्याकरणे? सप्तविधप्रत्ययाः सन्ति खलु, सप्तविधप्रत्ययाः सन्ति. सप्तविधप्रत्ययेषु अत्र तृतीयाध्याये के के प्रत्ययाः सन्ति इति चेत्, अष्टाध्यायी इति ग्रन्थे तृतीयाध्याये तिङ् प्रत्ययः, कृत् प्रत्ययः, अनन्तरं विकरणप्रत्ययः, अनन्तरं सन्नन्तप्रत्ययः. एते चत्वारः प्रत्ययाः तत्र तृतीयाध्याये सन्ति. एते सर्वे प्रत्ययाः प्रायेण धातुभ्यः विधीयन्ते. तिङ्प्रत्ययः अपि धातुभ्यः विधीयते, कृत्प्रत्ययः अपि धातुभ्यः विधीयते, विकरणप्रत्ययः अपि धातुभ्यः विधीयते, सन्नन्तप्रत्ययः अपि प्रायेण धातुभ्यः विधीयते, कुत्रचित् प्रातिपदिकेभ्यः अपि विधीयन्ते. एते चत्वारः प्रत्ययाः तृतीयाध्याये सन्ति. तदनन्तरं चतुर्थाध्याये पञ्चमाध्याये, चतुर्थाध्याये पञ्चमाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते. प्रातिपदिकात् के के प्रत्ययाः विधीयन्ते? सुप्रत्ययः, स्त्रीप्रत्ययः, सुप्रत्ययः, स्त्रीप्रत्ययः प्रातिपदिकात् विधीयते. अपि च तद्धितप्रत्ययः अपि, तद्धितप्रत्ययः सुबन्तात् विधीयते, सुबन्तात् विधीयते तद्धितप्रत्ययः. तर्हि आहत्य केवलं सप्तविधप्रत्ययाः एव सन्ति व्याकरणे. सप्तविधप्रत्ययाः सन्ति. धातुभ्यः विधीयमानः प्रत्ययः तिङ् प्रत्ययः, नो चेत् कृत् प्रत्ययः भवति. तिङ् प्रत्ययः नास्ति चेत् कृत् प्रत्ययः भवति. विकरणप्रत्ययः अत्र तिङ् प्रत्ययः कति प्रत्ययाः सन्ति इति वयं जानीमः. अष्टादशप्रत्ययाः सन्ति तिङ् प्रत्ययः. अष्टादशप्रत्ययाः सन्ति. कृत् प्रत्ययः शताधिकाः सन्ति. शताधिकाः सन्ति कृत् प्रत्ययः. बहवः प्रत्ययाः सन्ति कृत् प्रत्ययः. तदनन्तरं विकरणप्रत्ययः धातुः अपि च अन्यप्रत्ययोः मध्ये यः प्रत्ययः आयाति, धातुः तिङ् प्रत्ययोः मध्ये यः प्रत्ययः आयाति सः प्रत्ययः विकरणप्रत्ययः. विंशतिप्रत्ययाः सन्ति. विकरणप्रत्ययः विंशतिः सन्ति. ते सर्वे तृतीय अध्याये एव सन्ति. तदनन्तरं सन्नन्तप्रत्ययः, सनादिप्रत्ययः, सनादिप्रत्ययः द्वादशसनादिप्रत्ययः सन्ति. द्वादशसनादिप्रत्ययः सन्ति. अग्रे अत्र अस्माकं पुस्तके पश्यामः. द्वादशसनादिप्रत्ययः सन्ति. यथा सन्न, क्यच्, काम्यच्, क्यङ्ग्, क्यश्, क्विप्, निच्. निच् इति वयं जानीमः खलु, निजन्तरूपं, पाठयति, गाप, दापयति इत्यादीनि रूपाणि. तत्र निच् अपि सनादिप्रत्ययः अस्ति. यङ्ग् अस्ति. यक् यक् इति अस्ति. आय् इति प्रत्ययः अस्ति. यङ्ग्, निङ्ग् इति द्वादशप्रत्ययाः सन्ति. सनादिप्रत्ययस्य प्राधान्यम् अथवा महत्त्वं किम् इति चेत्, धातुभ्यः यदा सनादिप्रत्ययः विधीयते तर्हि तत्र किं सिद्ध्यति? नूतनधातुः सिद्ध्यति. आतिदेशिकधातुः सिद्ध्यति. धातुतः यदा सनादिप्रत्ययः विधीयते तदानीं नूतनधातुः सिद्ध्यति. अत्र मूले यः धातुः अस्ति सः धातुः औपदेशिकधातुः अस्ति. औपदेशिकधातुतः यदा सनादिप्रत्ययः विधीयते तदानीं नूतनधातुः निष्पद्यते. अतः एव यः कोऽपि औपदेशिकधातुं स्वीकृत्य सनादिप्रत्ययं योजयामः चेत् वयं साक्षात् नूतनधातुं निष्पादयितुं शक्नुमः. भगिनी, स्वार्थे अपि प्रयोजकार्थे अपि निजन्तं निच् प्रत्ययः सनादिप्रत्यये आयाति. सत्यम्. एकः निच् प्रत्ययः तु चुरादिगणे विधीयते. चुरादिगणे विधीयते स्वार्थे. तत्र सूत्राणि भिन्नानि सन्ति. स्वार्थे यः णिच् प्रत्ययः विद्यते सः भिन्नसूत्रेण विद्यते. प्रेरणार्थे यः णिच् प्रत्ययः विद्यते सः भिन्नसूत्रेण विद्यते. तदनन्तरं तत्र तिङ् प्रत्ययः दृष्टः, कृत् प्रत्ययः दृष्टः, विकरणप्रत्ययः विंशतिप्रत्ययः, सनादिप्रत्ययः द्वादशप्रत्ययः. तद् इदानीं तत्र तृतीय अध्याये सर्वे प्रत्ययाः के इति वयम् एकवारं संक्षिप्तरूपेण दृष्टवन्तः. तिङ् प्रत्ययः, कृत् प्रत्ययः, विकरणप्रत्ययः, सनादिप्रत्ययः, एते सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते प्रायेण. तदनन्तरं चतुर्थ अध्याये, एकक्षणं भगिनि, चतुर्थ अध्याये पञ्चम अध्याये तत्र सुप्रत्ययः विधीयन्ते, स्त्रीप्रत्ययः विधीयन्ते, तद्धितप्रत्ययः विधीयन्ते. सुप्रत्ययः एकविंशतिप्रत्ययाः सन्ति. सुओजस्, अमौक्षस् इत्यादीनि एकविंशतिप्रत्ययाः. स्त्रीप्रत्ययः दशप्रत्ययाः सन्ति. अनन्तरं तद्धितप्रत्ययः बहवः प्रत्ययाः सन्ति. द्विशताधिकप्रत्ययाः सन्ति तद्धितप्रत्ययाः इति. तत्र स्थूलरूपेण पश्यामः चेत् तत्र केवलं तावन्तः प्रत्ययाः एव सन्ति व्याकरणे. तर्हि तदर्थं बहूनि कार्याणि सन्ति. कुत्र किं कः प्रत्ययः भवति, तादृशप्रत्ययम् आश्रित्य कीदृशकार्यं भवति इति अग्रे सर्वत्र कार्याणि एव उल्लेखितानि. तद्धितप्रत्ययः अस्ति चेत् कीदृशकार्याणि भवन्ति, तिङ् प्रत्ययः अस्ति चेत् कीदृशकार्याणि भवन्ति, स्त्रीप्रत्ययः अस्ति चेत् कीदृशकार्याणि, सुप्रत्ययः अस्ति चेत् कीदृशकार्याणि इति अग्रे अन्यत्र सर्वत्र तत्र कार्याणि, अङ्गकार्याणि, वर्णनिमित्तिककार्याणि अथवा अन्यत् किमपि कार्यं भवति इति तत्र सारांशः अस्ति. इदानीं ततः अग्रे तत्र प्रत्येकम् अध्यायं स्वीकृत्य किं किम् अस्ति इति एकवारं पश्यामः. इत्युक्ते अत्र किमस्ति सुमन् भगिनी? विकर्णप्रत्यये षोडश भवेत् खलु, विंशतिः कथं? तत्र तु दश. पश्यामः अग्रे पश्यामः. अस्तु, प्रथम इदानीम् अष्ट अध्यायाः सन्ति इति उक्तम्. अस्माकं प्रथमः अध्यायः तत्र प्रायेण संज्ञासूत्राणि सन्ति. प्रथम अध्याये संज्ञासूत्राणि सन्ति. इदानीं किं कुर्मः इति चेत् अष्टाध्यायी इति ग्रन्थं प्रति गच्छामः. सर्वे कृपया अष्टाध्यायी इति अष्टाध्यायी सूत्रपाठः इति पुस्तकम् उद्घाटयन्तु. तत्र पश्यन्ति चेत् तत्र अनुक्रमः इति अस्ति खलु, अनुक्रमः आदौ अनुक्रमः इति अस्ति. तत्र संख्या नास्ति भगिनि. अत्र अष्टाध्यायी क्रमेण विषयानुक्रमणी इति अस्ति. संख्या नास्ति. फस्ट् इत्युक्ते फोर्थ् पेज्, थर्ड् पेज् आफ़् फोर्थ् पेज्, तृतीयः पृष्ठः नो चेत् चतुर्थः पृष्ठः. पश्यति वा अष्टाध्यायी क्रमेण विषयानुक्रमणी? कोऽपि पश्यति वा? आं भगिनि. आं भगिनि. अरुणा भगिनी वदतु, अत्र प्रथमं सूत्रं किं? तत्र वृद्धिसंज्ञा संज्ञासूत्राणि सन्ति खलु तत्र संज्ञा. हा, द्वितीयं सूत्रं वृद्धिसंज्ञा, गुणसंज्ञा, संयोगसंज्ञा, अनुनासिकसंज्ञा, सवर्णसंज्ञा, प्रगृह्यसंज्ञाप्रकरणं, घूसंज्ञा, घासंज्ञा, संख्यासंज्ञा, षट्संज्ञा. हा, बहु समीचीनं भगिनि, बहु समीचीनम्. इत्युक्ते अत्र किम् अस्ति इति चेत् एकत्र अत्र व्याकरणे के काः संज्ञाः सन्ति इति वयम् एकत्र वयं द्रष्टुं शक्नुमः. अत्र सर्वाणि संज्ञासम्बद्धसूत्राणि अत्र एव सन्ति. पश्यन्ति खलु. अन्तिमं सूत्रं किं तत्र? आम्रेडितसंज्ञा इति अस्ति. बहु समीचीनं. तदनन्तरं तत्र किम् अस्ति? अर्थविशिष्टशब्दस्वरूपग्राहकसूत्रम्. हा, अर्थविशिष्टशब्दस्वरूपग्राहकसूत्रम् इत्युक्ते तत्र सवर्णसंज्ञा, सवर्णग्राहकं सूत्रं. न, प्रथमं तत्र स्वं रूपं शब्दस्य शब्दसंज्ञा, तदनन्तरं सवर्णग्राहकं सूत्रं, कुत्र कुत्र सवर्णवर्णानां ग्रहणं भवति, केन सूत्रेण भवति इति तत्र उल्लेखितमस्ति. अनुदित्सवर्णस्य चाप्रत्ययः तापरस्तत्कालस्य. तदनन्तरं तत्र तदन्तग्राहकसूत्रमस्ति, येन विधिस्तदन्तस्य इति सूत्रम् अस्माकं परिचितं सूत्रमस्ति. तत् सूत्रं वयं दृष्टवन्तः. कुत्र दृष्टवन्तः? येन विधिस्तदन्तस्य सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इत्यस्मिन् सन्दर्भे वयं दृष्टवन्तः. वस्तुतः सार्वधातुकार्धधातुकयोः इति सूत्रे वयं दृष्टवन्तः. अनन्तरं तत्र किमस्ति भगिनि? तदन्तग्रहसूत्रं परिभाषाः इति. परिभाषाः प्रथमं किमस्ति? इको गुणवृद्धि आद्यन्तवतेकस्मिन् आद्यन्तौ टकितौ निदचो अन्यत् परः. सत्यं. तर्हि अत्र सर्वाणि परिभाषासूत्राणि एकत्र सन्ति. तर्हि परिभाषासम्बद्धसूत्राणि एकत्र सन्ति. तदनन्तरं किमस्ति? अतिदेशाः. अतिदेशसम्बद्धसूत्राणि एकत्र सन्ति. अतिदेशः इत्युक्ते पदस्य नो चेत् वर्णस्य परिवर्तनं करोति. परिवर्तनं न, आरोप्यते कस्यचित् शब्दस्य अथवा वर्णस्य स्वभावस्य प्रत्ययस्य स्वभावस्य परिवर्तनं भवति इति अतिदेशः अस्ति. अतिदेशसम्बद्धसूत्राणि अत्र एव सन्ति. अस्माकं परिचितं सूत्रं किम् अस्ति? अतिदेशसम्बद्ध सार्वधातुकम् अपित् सार्वधातुकम् अपित् इति बहु समीचीनं. सार्वधातुकम् अपित् इति अस्माकं परिचितं सूत्रमस्ति, अतिदेशसूत्रमस्ति. अस्तु, अत्र सर्वाणि अतिदेशसम्बद्धसूत्राणि एकत्र सन्ति. तदनन्तरं किमस्ति भगिनि? अधिकाराः. हा अधिकारसूत्राः अधिकारसूत्राणि सन्ति. अधिकारस्य अधिकारः इत्यस्य को अर्थः? अधिकारसूत्रस्य अनुवृत्तिः भवति बहुत्र सूत्रेषु. यस्य सूत्रस्य सम्पूर्णतया अनुवृत्तिः भवति बहुषु सूत्रेषु, तस्य स्वतन्त्रतया कोऽपि अर्थः नास्ति. साधारणतया खलु किं कदाचित् भवति, किं भवति अधिकारसूत्रमपि विधिसूत्रं भवति. अहम् इदानीं उदाहरणं न स्मरामि किन्तु अस्ति खलु. अधिकारसूत्रं विधिसूत्रम् इति नास्ति कुत्रापि न. अधिकारसूत्रं संज्ञासूत्रं भवितुम् अर्हति, विधिसूत्रं नास्ति. अधिकारसूत्रं संज्ञारूपेण कार्यं करोति परन्तु अत्र विधिरूपेण नास्ति, तादृशं नास्ति. अधिकारसूत्रम् इत्यस्य अत्र अत्र व्याकरणे यानि यानि अधिकारसूत्राणि सन्ति तेषां सर्वेषाम् अत्र उल्लेखः अस्ति इति एकरीत्या इण्डेक्स् अस्ति. अत्र इण्डेक्स् अस्ति, तस्य प्रयोजनं सर्वे कुर्वन्तु. बहु समीचीनमस्ति इण्डेक्स्, एतादृश इण्डेक्स् अन्यत्र न लभ्यते. अस्तु, तदनन्तरं पश्यामः चेत्. अस्तु भगिनी, धन्यवादः. अग्रे विमला भगिनी पश्यति वा? अस्ति वा भगिनि? अस्मि भगिनि, द्रष्टुं प्रयत्नं कृतवती. न श्रूयते किम्? अस्मि. अधिकारसूत्रस्य तत्परम् अष्टाध्यायीक्रमेण विषयानुक्रमणे विषयानुक्रमिणी इति अस्ति. हा, तत्र बहवः, अहं सप्तमपुटे अस्मि. सत्यं, बहवः कोष्टकाः सन्ति. संज्ञा उक्ता, तत्र प्रथमाध्याये किम् अस्ति? प्रथमाध्याये प्रथमपादः स्वरिते उदात्तांश अनुदात्तांश निर्णयः. न न, तस्मात् पूर्वं प्रथमाध्याये प्रथमपादः संज्ञा परिभाषाश्च गुणवृद्धिनिषेध इति. हा, प्रथमं सूत्रमस्ति संज्ञाः परिभाषाश्च इति अस्ति, गुणवृद्धिनिषेधः इति अस्ति. अत्र किम् अस्ति इति चेत्, अत्र प्रत्येकस्मिन् अध्याये प्रत्येकस्मिन् पादे किं किम् अस्ति, अत्र ग्रूपिङ्ग् अस्ति. पश्यति चेत् संज्ञा परिभाषाः च प्रथमपादे प्रथमसूत्रं, प्रथमाध्याये प्रथमसूत्रं प्रथमपादे आरभ्य पञ्चसप्ततितमं सूत्रपर्यन्तं संज्ञाः परिभाषाः सन्ति. तदनन्तरं गुणवृद्धिनिषेधसम्बद्धसूत्राणि सन्ति. तदनन्तरं द्वितीयाध्याये किम् अस्ति? द्वितीयाध्याये एकनिषत्पादस्य अनन्तरम् अत्र के प्रथमद्वितीयपादौ समासाधिकारः. न न न, अत्र अत्र पुस्तके एव अतिदेशप्रकरणम् इति उक्तं खलु. प्रथमाध्याये द्वितीयपादः अतिदेशप्रकरणं कस्मिन्? मम पुस्तकं पुरातनम् अस्ति, अतः तत्र एकादश पृष्ठे अतिदेशप्रकरणं. न, तद् नास्ति, तद् नास्ति. तत्र अष्टाध्यायीक्रमेण विषयानुक्रमणी इत्यत्र प्रथमाध्याये द्वितीयपादः अतिदेशप्रकरणम् इति अस्ति खलु. पश्यन्ति वा? एकादशपृष्ठे एव, एकादशपृष्ठे एव अस्ति. अस्तु, तदनन्तरं अतिदेशप्रकरणम् इति अस्ति. तदनन्तरं संज्ञाः परिभाषाश्च इति अस्ति. तर्हि अत्र किम् अस्ति इति चेत्, सर्वे गृहपाठरूपेण पश्यन्तु. अत्र प्रत्येकस्मिन् अध्याये प्रत्येकस्मिन् पादे किं किम् अस्ति इति अत्र सर्वं दत्तमस्ति. अत्र सर्वं दत्तमस्ति, पश्यन्तु. तत्र बहु समीचीनमस्ति, एकवारं पश्यन्तु. अत्र पुस्तके किम् अस्ति इति एकवारम् उद्घाटयित्वा पश्यन्तु. तदनन्तरं पश्यति चेत् तत्र पृष्ठसङ्ख्या अस्ति 29वं सूत्रं, 29वं पृष्ठे 29 पेज्. अत्र उमा भगिनी किम् अस्ति तत्र? अकारादिक्रमेण मुख्यविषयाणां. सूर्यकुमारी भगिनी पश्यन्ति वा? अकारादिक्रमेण मुख्यविषयाणां सङ्ग्रहः. हा, तत्र प्रथमं किमस्ति? अभ्यासकार्यम्, अभ्यासस्य सम्प्रसारणम् लिटि ये द्वाभ्या हलोपप्रकरणम् अभ्यासस्य लोपः इति द्वित्वस्य विषये देन् आगमाः एकक्षणं तत्र अस्माभिः तत्र द्वित्वप्रकरणम् इति पठितं खलु यदा द्वित्वं भवति पूर्वस्य अभ्याससंज्ञा भवति इति उक्तं तर्हि अभ्यासकार्याणि भवन्ति इति अपि उक्तमासीत् तादृश अभ्यासकार्याणि कुत्र कुत्र भवन्ति इति अत्र अत्र सम्यक्तया दत्तमस्ति कस्मिन् अध्याये कुत्र कस्मिन् पादे इति उक्तमस्ति अत्र पश्यन्ति खलु पश्यन्ति वा अभ्यासकार्य अनन्तरं किमस्ति आगमः अडागमः अडाटावागमौ अमागमप्रकरणम् अमागमश्चतुर नडुः इत्यादि सत्यम् अत्र व्याकरणे कुत्र कुत्र आगमः भवन्ति नुमागमः इडागमः ममागमः मुगागमः युगागमः यः कोऽपि आगमः अस्ति कुत्र कुत्र अस्ति इति एतादृश उल्लेखः अस्ति अत्र बहु समीचीनमस्ति तदनन्तरं आत्वम् इत्वम् ईत्वम् उत्त्वम् ऊत्वम् एत्वम् कुत्वम् गुणः नत्वम् अत्र नत्वम् आगच्छति दीर्घः एकक्षणं तर्हि आत्वम् आत्वम् ईत्वम् इत्युक्ते तत्र आत्वम् इत्युक्ते कुत्रचित् कस्यचित् वर्णस्य स्थाने अकारादेशः भवति आत्वम् इति आकारादेशः भवति कुत्रचित् कस्यचित् वर्णस्य स्थाने ईत्वम् ईकारादेशः भवति कुत्रचित् ईत्वं भवति कुत्रचित् उत्त्वं कुत्रचित् ऊत्वम् एत्वं कुत्वम् इति एतादृशकार्याणि सन्ति तत्र तदनन्तरं नत्वम् नत्वम् अस्ति तदनन्तरं दीर्घः दीर्घः द्वित्वं प्रत्ययादेशः लुक् लुक् लोपः एकक्षणं भगिनि तर्हि नत्वस्य विषये तत्र सूत्राणि कुत्र सन्ति इति वयं ज्ञातुं शक्नुमः अष्टमाध्याये चतुर्थपादे तदनन्तरं दीर्घः इत्युक्ते यथा अत्र अकः सवर्णे दीर्घः इत्युक्ते केषु केषु सूत्रेषु दीर्घः इति कार्यं भवति स्वरस्य दीर्घत्वं भवति तादृशसूत्राणि अत्र सन्ति तदनन्तरं द्वित्वसम्बद्धसूत्राणि तदनन्तरं प्रत्ययादेशाः इत्युक्ते प्रत्ययः मूलप्रत्ययः विधीयते तस्य स्थाने आदेशाः कुत्र कुत्र भवन्ति इत्यत्र दत्तमस्ति प्रत्ययादेशाः तदनन्तरं लुक् प्रकरणम् इत्युक्ते प्रत्ययस्य लोपः भवति इत्युक्ते तत्र प्रत्ययस्य लुक् भवति तत्र लोपः भवति लुक् इति शब्देन प्रत्ययस्य लोपः भवति तदनन्तरं लुप् अपि भवति लोपः अपि भवति प्रत्ययस्य लोपः श्लू लुक् लुपः तदनन्तरं पश्यति अत्र डिफरेन्स् न टोटलि अवगन्तुं शक्यते अग्रे अग्रे पश्यामः भगिनि तत्र तत्सम्बन्धविषयं यदा स्वीकुर्मः तदानीं पश्यामः तत्र अस्माकं लक्ष्यं किम् इति चेत् तत्र कुत्र किम् अस्ति इति एकवारं पश्यामः तत्र तस्य कः वृद्धिः तदनन्तरं वृद्धिः तदनन्तरं षत्वं सम्प्रसारणं समासः स्वराः तत्र वृद्धिकार्यं कुत्र कुत्र भवति कुत्र षत्वं भवति इत्युक्ते तत्र सकारस्य षत्वं कुत्र भवति अनन्तरं सम्प्रसारणम् इति एकं कार्यमस्ति तादृशकार्यं कुत्र कुत्र भवति तत्र सूत्रस्य तत्र उल्लेखः अस्ति खलु अपि च समासः द्वितीयाध्याये अस्ति समासप्रकरणं द्वितीयाध्याये अस्ति तदनन्तरं समासान्तप्रत्ययः पञ्चमाध्याये अस्ति तदनन्तरं स्वरस्य विषये चिन्तनम् अत्र बहूनि सूत्राणि सन्ति स्वरसम्बद्धे तदनन्तरं कुत्र कुत्र ह्रस्वः भवति पूर्वं तत्र स्वरस्य दीर्घत्वं भवति इति उक्तम् अधुना स्वरस्य ह्रस्वत्वं कुत्र भवति इति अन्ततो गत्वा अस्ति भगिनि ह्रस्वत्वं तत्र अमिपूर्वः नास्ति खलु अमिपूर्वः इत्यत्र पूर्वरूपम् अस्ति ह्रस्वत्वं नास्ति अस्तु इदानीम् इतः अग्रे वयं प्रत्येकम् अध्यायं स्वीकृत्य पश्यामः, तत्र तस्मिन् अध्याये किं किम् अस्ति इति पुनः एकवारं पश्यामः. अस्माकं करपत्रं पठित्वा अनन्तरं पश्यामः. इदानीम् अस्माकं करपत्रे प्रथमाध्याये संज्ञासूत्राणि इति उक्तं खलु, संज्ञासूत्राणि इति उक्तं. तर्हि इदानीम् अत्र पुस्तकं स्वीकृत्य पश्यामः. अस्माकं पुस्तके अत्र सप्तत्रिंशत्तमं पृष्ठ, पेज् 37 अस्तु. अत्र विनय् महोदय वदतु, अत्र प्रथमं सूत्रं किम्? अत्र महोदय वृद्धिरादे. वसन्ती भगिनी वदतु. वृद्धिरादेश. हा वसन्ती भगिनि अस्ति वा भगिनि? न, सा न उक्तवती, मीना भगिनी उक्तवती. अस्तु अस्तु. हा प्रथमं सूत्रं किम् अस्ति अत्र प्रथमाध्याये प्रथमपादः? प्रथमं सूत्रं प्रथमसूत्रं वृद्धिरादेच्. हा वृद्धिरादैच् इति अस्ति, वृद्धिरादैच् इति इति संज्ञासूत्रमस्ति. अनन्तरं अदेन् गुणः परिभाषासूत्रम्. इको गुणवृद्धि, गुणवृद्धिनिषेधः. अदेन् गुणः परिभाषासूत्रं नास्ति. न, एकक्षणं. वृद्धि वृद्धिरादैच् इति सूत्रं तु वृद्धिसंज्ञा दीयते अनेन सूत्रेण, वृद्धिसंज्ञा. अदेन् गुणः इति सूत्रेण गुणसंज्ञा दीयते. तदनन्तरम् अत्र परिभाषासूत्रमस्ति इको गुणवृद्धि इति, वयं दृष्टवन्तः खलु इको गुणवृद्धि. कुत्र दृष्टवन्तः? तत्र गुणस्य विषये धातुविज्ञानं तत्र तत्र सार्वधातुक सार्वधातुक अर्धधातुकयोः इति सूत्रे गुणः इति अनुवृत्तिः अस्ति. तर्हि इको गुणवृद्धिः इति सूत्रं तत्र सहकरोति. तत्र गुणः कस्य स्थाने गुणः इति चेत् इकः, इकः स्थाने गुणः. तर्हि इकः इति पदस्य अनु इकः इति पदस्य अनुवृत्तिः भवति तत्र. इकः इत्यनेन इक् वर्णस्य स्थाने गुणः अथवा वृद्धिः भवति इति सूत्रार्थः. अस्तु अग्रे गुणवृद्धिनिषेधः कुत्र कुत्र अस्ति? वसन्ति भगिनि. वदतु अग्रिमं सूत्रं किं गुणवृद्धिनिषेधः? न धातु लोप अर्धधातुके. अनन्तरं इति च दीदि वेवीटां. दीदि वेवीटाम् इत्युक्ते तत्र गुणवृद्धिनिषेधः केवलं त्रीणि सूत्राणि एव सन्ति. अस्माकं परिचितम् एकं सूत्रमस्ति, किम् अस्ति तत्? नीतिच इति सूत्रमस्ति अस्माकं परिचितं. तद् सूत्रं विहाय न धातुलोप अर्धधातुके इति सूत्रेणापि गुणवृद्धिनिषेधः भवति. अनन्तरं दीदि वेवीटाम् इति सूत्रेण दीदि अपि च वेवी अनयोः धातोः विषये अपि गुणवृद्धिनिषेधः भवति. तदनन्तरं किमस्ति? संयोगसंज्ञा. संयोगसंज्ञा इत्युक्ते तत्र संयोगसंज्ञा भवति हलोनन्तराः संयोगः इति सूत्रेण. हा अग्रे अनुनासिकसंज्ञा मुखनासिकवचनोनुनासिकः इति सूत्रेण एव अनुनासिक इत्यनेन संज्ञा भवति. कस्य अनुनासिकसंज्ञा भवति इत्यनेन सूत्रेण वद उच्यते. इत्युक्ते मुखसहितनासिकया उच्चार्यमाणः स्वरस्य अनुनासिकसंज्ञा भवति. अस्तु अस्तु भगिनि, धन्यवादः. अग्रे स्वरस्य वा वर्णस्य वा भगिनि? आं वर्णस्य, स्वरस्य नास्ति, वर्णस्य. अनन्तरं तत्र सूर्यकुमारी भगिनी अस्ति वा? भगिनि अग्रे किम् अस्ति? क्षम्यतां भगिनि, पुस्तकं नास्ति. पुस्तकं नास्ति वा? अस्तु, चिन्ता नास्ति. अस्तु तर्हि अत्र वासुदेवन् महोदय अस्ति वा पुस्तकम्? नास्ति भगिनि, पुस्तकं नास्ति भगिनि. पुस्तकं नास्ति वा? बहु समीचीनम्. अत्र आन्लैन् मध्ये पी डि एफ् अपि लभ्यते, पश्यन्तु. पुस्तकम् अस्ति इदानीम्, इदानीम् अस्ति नास्ति, पुस्तकम् अस्ति, अत्र अस्ति. अस्तु अस्तु, पठानि वा भगिनि? अस्तु भगिनि, लक्ष्मी भगिनी पठतु. प्रगृह्यसंज्ञा अस्ति, सवर्णसंज्ञा अस्ति, तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रं, न झलौ इति अपि सूत्रम् अस्ति तत्र. सत्यं, सवर्णसंज्ञा भवति तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन सवर्णसंज्ञा विद्यते. यस्य ययोः वर्णयोः उच्चारणस्थानं समानम् अपि च आभ्यन्तरप्रयत्नः समानः तयोः सवर्णसंज्ञा इति अस्ति. तस्य निषेधकसूत्रमस्ति न झलौ इति सूत्रं. तदनन्तरं प्रगृह्यसंज्ञा इति अस्ति, इदेतु इद्दु एत् द्विवचनम् ईदूदेत् ईदूदेत् द्विवचनं प्रगृह्यम् इति संज्ञासूत्रमस्ति. अदसो मात् अस्ति, शे इति अस्ति, निपाते गाजनाङ् इति अपि अस्ति, ओत् सम्बुद्धौ शाकल्यस्य शाकल्यस्य दा वनार्षे इति तत्र सर्वत्र प्रगृह्यसंज्ञा दीयते. प्रगृह्यसंज्ञा यत्र भवति तत्र प्रगृह्यसंज्ञा अस्ति चेत् तदनन्तरं प्रकृतिभावः भवति. प्रगृह्यसंज्ञकवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् प्रकृतिभावः भवति. प्लुतप्रगृह्या अचिनित्यम् इत्यनेन प्रकृतिभावः भवति. अतः प्रगृह्यसम्बद्धसर्वाणि सूत्राणि अत्र एव सन्ति, कुत्र कुत्र प्रगृह्यसंज्ञा भवति इति वयं ज्ञातुं शक्नुमः. तदनन्तरं प्रगृह्यसंज्ञा कृते एव वा? सर्वाणि प्रगृह्यसंज्ञा सम्बद्धसूत्राणि कुत्र कुत्र प्रगृह्यसंज्ञा भवति इति अत्र उक्तानि. तदनन्तरं पश्यत् अन्तिमम् एकं संख्या दत्तं यत् सिद्धान्तकौमुदी संख्या वा? सत्यं, सिद्धान्तकौमुद्याः संख्या. अनन्तरं घूसंज्ञा अस्ति, अनन्तरं परिभाषासूत्राणि सन्ति, अनन्तरम् अग्रे अग्रे पश्यति चेत् निष्ठासंज्ञा अस्ति, यत्र तवतु प्रत्ययः प्रत्ययः सन्ति, निष्ठासंज्ञा भवति. तदनन्तरं सर्वनामसंज्ञा, कुत्र कुत्र सर्वनामसंज्ञा भवति इति तदर्थं सूत्राणि सन्ति. सर्वादीनि सर्वनामानि इति मुख्यसूत्रमस्ति. अनन्तरं समासप्रसङ्गे सर्वनामसंज्ञा भवति न वा इति अस्ति. तदनन्तरम् अन्यानि सर्वाणि सूत्राणि सन्ति तत्र. अग्रे पश्यति चेत् अव्ययसंज्ञा इति अस्ति, कुत्र कुत्र अव्ययसंज्ञा भवति इति अपि उक्तानि. स्वरादिनिपातम् अव्ययम् इति सूत्रेण, मुख्यसूत्रेण अव्ययसंज्ञा भवति. तदनन्तरं तद्धितप्रक्रियायामपि कुत्र कुत्र अव्ययसंज्ञा भवति, अपि च त्वा त्वा तोसुन् कसुनः अव्ययीभावश्च अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति इति वयं जानीमः. ये ये जनाः अस्माकं समासवर्गे सन्ति ते जानीयुः. अपि च त्वप्रत्ययः तुमुन् प्रत्ययः तत्र सर्वत्र अव्ययसंज्ञा भवति इति अपि जानीमः. तदनन्तरं पश्यामः चेत् सर्वनामस्थानसंज्ञा इति विशिष्टसंज्ञा अस्ति. सुबन्तप्रक्रियायां पश्यामः सर्वनामस्थानसंज्ञा, प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति. प्रथमपञ्चप्रत्ययः सु औजस् अम् औट् इति अस्ति, तेषां सर्वनामस्थानसंज्ञा भवति सूडनपुंसकस्य इति सूत्रेण. तदनन्तरं नवेत्ति विभाषा, विभाषा इति संज्ञायाः उल्लेखः अस्ति. तदनन्तरं सम्प्रसारणसंज्ञा, इग् यणः सम्प्रसारणं. तदनन्तरं परिभाषासूत्राणि सन्ति. परिभाषासूत्राणि अत्र कानिचन सूत्राणि परिचितानि, यथा तत्र आद्यन्तौ टकितौ, मिदचौन्त्यात् परः, षष्टिस्थाने योग, उरण्परः, अलोन्त्यस्य इत्यादीनि अस्माकं परिचितानि एव. तदनन्तरं स्थानिवद्भावः भवति, स्थानिवदादेशो अनल् विधौ इत्यनेन स्थानिवद्भावः इति अस्ति. तस्मिन्नेव सन्दर्भे अन्यानि सूत्राणि अपि सन्ति, अचः परस्मिन्, पूर्वविधौ इत्यादीनि. तदनन्तरं लोपसंज्ञा, अनन्तरं प्रत्ययस्य श्लूलुक् लुपः, अनन्तरं परिभाषासूत्राणि इति. एवं रीत्या तत्र सर्वाणि संज्ञासूत्राणि एकत्र सन्ति प्रथम अध्याये प्रथमपादे. अतः अत्र इदानीं समयः अतीतः, सर्वे कृपया गृहपाठरूपेण एकवारं पश्यन्तु कुत्र कुत्र अस्ति पुस्तके, किं किम् अस्ति. बहु समीचीनमस्ति, पश्यन्तु एकवारं. भगिनि कृपया पी डि एफ् प्रेषयतु. पि डि एफ् आन्लैन् मध्ये सर्च् करोतु भगिनी, आर्कैव्स् मध्ये मध्ये लभ्यते अष्टाध्यायी प्रवेशः इति, अष्टाध्यायी सूत्रपाठः इति सर्च् करोति चेत् लभ्यते. अहम् अहं प्रेषयितुं न इच्छामि, किमर्थमिति चेत् तत्र कापिरैट् वैलेशन् किमपि भवति वा इति भवती एव तत्र पश्यतु, तत्र अस्ति आर्कैव् अथवा कुत्रचित् किमर्थं फ्री नेतुम् इच्छति. हा, मूल्यं बहु बहु न्यूनमस्ति भगिनि, मूल्यं किमपि नास्ति. क्रीणाति चेत् कस्यापि लाभः भवति. सत्यमेव सत्यमेव, बहु समीचीनं. सत्यं, भारते अस्ति चेत् लैक् 80 रुपीस् आर् समथिङ्ग्, इट्स् रियली चीप्. इट् इस् नाट् ओन्ली मनी, PDF मीन्स् अवर् हेण्ड्लिङ्ग् विल् बि ईजियर्, दट् कम्फर्ट् इस् देयर् इन् PDF. न, सर्वे तत्र स्क्रीन् मध्ये द्रष्टुम् इच्छन्ति. मम कृते तु पुस्तकमेव लाभदायकम्. ऐ बाट् बुक् वेरि लाङ्ग् बेक्, स्टिल् ऐ लव् PDF टु बि हेण्ड्लिङ्ग् ईजियर्. अस्तु अस्तु, चिन्ता नास्ति, अत्र आन्लैन् मध्ये लभ्यते भगिनि, पश्यतु. अस्तु तर्हि अत्र स्थगयामः, अग्रे इतः अग्रे सर्तुं शक्नुमः. अस्तु, धन्यवादः भगिनि. नमस्कारः भगिनि. धन्यवादः भगिनि.